तत्र एतेषां मध्यं गत्वा तत्र एतत् सर्वं भवतु इति अहं प्रार्थनां करोमि, तर्हि तत्रत्यानि एतत् किमपि नास्ति, ते सर्वे सुखं जीवन्ति. ततः तत्र गत्वा तादृशं सर्वं प्राप्य इदानीं पुत्रादिकं वाञ्छामि, तदनन्तरं धनं वाञ्छामि इति, तर्हि अहं कीदृशः भविष्यामि? एवञ्च तदनन्तरं यदा इदानीम् एतत् सर्वं स्पष्टं वा? स्पष्टं स्पष्टम्. एवम् एतादृशरीत्या एतत् वस्तुतः प्रजानन् इत्यस्य अर्थः वस्तुतः कः अस्ति? एतत् सर्वम् उपलभमानः नास्ति, उपलभमानः यदि अहं प्रजानन् एतत् सर्वं जानन् प्रकर्षेण जानन् प्रकर्षेण सम्यक् एतत् सर्वं यः जानामि तादृशः अहं, तादृशः यः जानाति तादृशः मर्त्यः, तादृशः मर्त्यः अभिध्यायन् वर्णरतिप्रमोदान् अधिदीर्घे जीविते कोरमेत. अभिध्यायन् अभिध्यायति यः, सः अभिध्यायन् शत्रं तत् अभिध्यायन्. एवञ्च अभिध्यायन् नाम किमस्ति? ध्यानं भवन्तः जानन्ति न? एवञ्च अहं ध्यायामि तर्हि किं, मम मनसि किमपि अस्ति, एवञ्च तर्हि अहं ध्यायामि. एवञ्च अस्माकं ध्येयं किमस्ति इत्युक्ते, कदाचित् अस्माकं बहुधनमस्तु, मम चिरजीविका अस्तु, अहं चिरं जीविष्यामि इत्यादि अस्माकं ध्यानं स्यात्, ध्यानविषयः न. एवञ्च तादृशध्यानम्, एवञ्च अभिध्यानं नाम तदेव अभिमुखीकृत्य ध्यान अभिध्यानम्, किमपि कमपि विषयम् अभिमुखीकृत्य तदेव अस्माकम् अस्तु अस्तु इत्यादि रीत्या ध्यानमेव अभिध्यानम्. एवञ्च एतत् सर्वम् अभिध्यायन्, एवञ्च एतत् सर्वविषये अत्यन्तं ध्यान अत्यन्तं चिन्तां कुर्वन् कश्चित् वर्णरति प्रमोदान्, किं किम् अभिध्यायम् इत्यस्य तदनन्तरमपि वर्णरति प्रमोदान्, वर्णरति प्रमोदाः. एवञ्च एकैकस्य शब्दस्य अर्थं भवन्तः जानन्ति न? वर्णः भवन्तः जानन्ति, रक्त कृष्ण पीत नील इत्यादि वर्णाः. एवञ्च वर्ण इति पदं किं सूचयति? अस्माकं एवञ्च उपभोगः कीदृशः भवति, कथं वयं सुखम् अनुभवामः, सुखानुभवस्य एवञ्च सुखानुभवस्य स्पष्टतया कथनार्थम् इदानीं व्यक्रमस्ति इन्द्रियस्य विषये वयं वदामः इन्द्रियेण. एवञ्च चक्षुरिन्द्रियं, तर्हि चक्षुरिन्द्रियेण सुखानुभवः अस्माकं भवति, तर्हि चक्षुरिन्द्रियेण अस्माभिः किं गृह्यते? वर्णः गृह्यते न? वर्णः अस्माकं चक्षुरिन्द्रियेण गृह्यते, एवं वा? एवञ्च किमपि दृष्ट्वा अस्माकं रतिः सन्तोषः अस्ति. अत्र वर्णरति शब्दद्वयेन केवलं दृश्यस्य उक्तमस्ति, वर्ण इत्युक्ते इति शब्देन वर्णानाम् इतर इन्द्रियविषयाणां च ग्रहणम्. अस्तु अस्तु. एवञ्च तत्र या रतिः अस्ति तेन ये प्रमोदाः सन्ति तान् प्रमोदान् अभिध्यायन्, एवञ्च विषयसुखम् अभिध्यायन्. स्पष्टं वा? स्पष्टं. वर्णरति प्रमोदान् इत्युक्ते वर्णाः वस्तुतः चक्षुषः विषयाः, न केवलं चक्षुषः विषयाः अत्र उद्दिष्टाः, वर्णशब्देन सर्वेषाम् इन्द्रियाणां विषयाः उद्दिष्टाः, तेन रतिः सुखमस्ति, ततः अत्यन्तं प्रमोदः जायते तादृशप्रमोदान् अभिध्यायन् एवञ्च मनसा एवम् एतत् सर्वं मम अस्तु इत्यादिरीत्या विचारं कुर्वन् मर्त्यः मरणधर्म अतिदीर्घे जीविते को रमेत तादृशः कः मनुष्यः अतिदीर्घे जीविते अत्यन्तं दीर्घे जीविते एवञ्च चिरायुषं भवति तर्हि चिरमायुष्यं स्यात् तर्हि तदानीम् अतिदीर्घं जीवितं भविष्यति अतिदीर्घे जीविते कः रमेत कः सुखेन वसेत् रमेत लिङ् रमते इत्यस्य विधिलिङ् रमेत कः रमेत ज्ञातं वा एवञ्च सः वदति कः रमेत इत्यस्य कः अर्थः अहं न रमे ज्ञातं वा अन्यः कोऽपि कदाचित् रमेत परन्तु तादृश यदि कश्चित् एवञ्च तादृशं विचारं करोति सः मूर्खः अहं तादृश तादृशध्यानं न करिष्यामि अहं तत्र सुख एवञ्च यतिं न स्वीकरिष्यामि तर्हि स्पष्टं भवति चिन्तयामि प्रियं वदापि श्रुतवती वा आं महोदय मम पुस्तके क्वदस्थ तस्य अन्यः अर्थः अपि अन्यः अन्यः अर्थः अपि व्याख्यातः अस्ति तत्र क्वदस्थः उभयदा तदास्थः इति तदपि तत्र शङ्करराजेन उक्तमस्ति क्व तदास्थः एव क्वदस्थः इति तत्र क्लिष्टं व्याख्यानं कृतं तेन तत्रापि द्विधा तदास्तः इति इत्युक्ते तस्मिन् एतादृशपुत्रपौत्रादिके आस्ता आस्ता भवन्तः जानन्ति आस्ता गतिः सन्तोषः तृप्तिः एव न आस्ता मम आस्था अस्ति तस्मिन् मम आस्था अस्ति मम सुखभोगे आस्था अस्ति चिन्तयतु एवञ्च तदा तद् तस्मिन् आस्ता यस्य सः तदास्तः क्व तदास्तः क्वधस्तः इति एवमेव आगतमिति शङ्कराचार्यः अन्यथापि व्याख्यानं करोति एवं तर्हि तदास्तः इति तस्मिन् आस्तावान् इत्युक्ते पुत्रपौत्रादिषु भवता उक्तेषु तादृश पुत्रपौत्रादिषु धनेषु च आस्तावान् तदास्तः तादृश क्व कुत्र कुत्र एवञ्च सुखं प्राप्नुयात् इत्यपि व्याख्यानं कृतम् उभयदा अस्ति उभयमपि शङ्कराचार्यस्य व्याख्यानं ज्ञातं वा एवञ्च प्रथमव्याख्यानेन एवञ्च अदुष्यन् इति वयं वदामः द्वितीयमपि व्याख्यानं कृतवान् फलं तुल्यम् एकमेव फलम् उद्दिश्य एवञ्च एतादृश अत्यन्तं तत्र मत्स्यलोके जीवन्तः वयं तादृश उन्नतस्थानं प्राप्य तत्र गत्वा एतादृशेषु वस्तुषु एवञ्च आस्थया वयं कः एतादृश चिरजीविकां चिरञ्जीवितुं कः वाञ्छेत् इत्येव आशयः अहं न वाञ्छामि इति तस्य आशयः ज्ञातं वा एवञ्च व्याख्यानद्वयमस्ति तत्र हरि ओम् क्वशब्दस्य अर्थः कुत्र एव भवति किं कदा इति न भवति किं कुत्र क्व क्व इति शब्दस्य अर्थः केवलं कुत्र एव क्व इत्यस्य कुत्र इत्यर्थः कुत्र क्व क्व मीन्स् कुत्र कुत्र कदा अर्थेन न तस्य उपयोगं न भवति कदा इति अर्थः क्व इत्यस्य अर्थः नास्ति नास्ति अस्तु परन्तु वस्तुतः भवन्तः चिन्तयन्तु, कालार्थे दा इति प्रत्ययः सर्वदा सर्वकाले, कदा कस्मिन् काले, यदा यस्मिन् काले, तदा तस्मिन् काले. केवलं तत्र सप्तम् अर्थे त्रेल् कुत्र, तस्मिन् अर्थे एव तत्र अ इति प्रत्ययः क्व. पुनः पुनः वदतु आचार्यम्. तत्र त्रल् इति प्रत्ययः अस्ति, ह इति प्रत्ययः अस्ति, अ इति प्रत्ययः अस्ति, एवञ्च वयं, कुत्र, कुह, क्व. किं शब्दस्य कु इति आदेशः? कु प्लस् अ, क्व. कु प्लस् ह, कुह. तद्वत् कुप्रस्त्र कुत्र, किं किं शब्दात्, किं शब्दात् एवं त्रयः शब्दाः निष्पन्नाः, कुत्र, कुह, क्व. सप्तम्यर्थे कस्मिन् इत्यर्थे, ज्ञातं वा? कस्मिन् इत्यर्थे, परन्तु कस्मिन् काले इत्यर्थे दा इति प्रत्ययः. किं शब्दात् कदा, किं शब्दादेव निष्पन्नमस्ति कदा, ज्ञानं वा? तद् सर्वशब्दात् दा सर्वदा, तत्रापि सदा सर्वदा दा, दा सर्वदा कालरूपं, तच्छब्दात् तदा, काल सूचयति वा? किं दा सर्वदा काल सूचयति? हा, कालं सूचयति. सर्वकाले, सर्वस्मिन् काले सर्वदा अथवा सदा, तस्मिन् काले तदा, यस्मिन् काले यदा, तस्मिन् काले तदा, एतस्मिन् काले एतदा इत्यादि. अस्तु. परन्तु केवलं तत्र सप्तम्यर्थे एव कुत्र, कुह, क्व. तत्र अस्माकम् इच्छानुसारेण कुत्र इत्युक्ते कस्मिन् इत्येव अर्थः इति कृत्वा कालस्यापि योजनां कर्तुं शक्नुमः, देशस्यापि योजनां कर्तुं शक्नुमः, ज्ञातं वा? कस्मिन् काले इति वयं पृच्छामः, कस्मिन् देशे इति वयं पृच्छामः, तद्वद् क्व इत्यस्य कुत्र इत्यर्थः, कस्मिन् इत्यर्थः. तर्हि सन्दर्भानुसारेण यत्र आवश्यकता अस्ति तर्हि तत्र कस्मिन् काले इति वयं प्रष्टुं शक्नुमः अथवा कस्मिन् देशे इति वयं प्रष्टुं शक्नुमः. स्पष्टमिति चिन्तयामि. धन्यवादः. एवञ्च कालदेशावधिभ्यां वयं योगं कुर्मः, कालेन वा देशेन वा, कालो वा अवधिः भवतु, देशो वा अवधिः भवतु, चिन्ता नास्ति. स्पष्टं वा? स्पष्टम्. इदानीम् अत्र समापयामः न अद्य, एवञ्च मङ्गलेन समापनम्. ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः. धन्यवादः. सुप्रभातम्. अस्तु अस्तु. धन्यवादः. उभयोऽपि साधु. न सूर्य न सूर्य उदेति नास्तमेति. सत्यमेव. मिलामः.